तर्हि अद्यतनविषयः तत्र हल्सन्धिः अनुवर्तते. गतसप्ताहे ङमूढागमसन्धिः परिशीलितः अस्माभिः, अभ्यासः कृतश्च. तत्र ङमूढागमसन्धौ ह्रस्वात् स्वरात् परः यः ङम् तदन्तात् पदात् उत्तरस्य अचः ङमूट् आगमो भवति नित्यम् इति व्याख्यानमस्ति. तर्हि अत्र ङम् ङम् इति प्रत्याहारः, ङम् प्रत्याहारे के के वर्णाः अन्तर्भूताः विद्याभगिनी वदतु. इति वर्णाः अन्तर्भूताः. हा सत्यं, ङकारः णकारः नकारः, अस्तु, त्रयः वर्णाः सन्ति. तेषां पुनरागमन आगमः भवति इति स्थितिः अस्ति. ङकारः अस्ति चेत् तस्य द्विवारं भवति, अणकारः अस्ति चेत् तस्य द्विवारं भवति, नकारः अस्ति चेत् तस्य द्विवारं भवति. तस्मात् पूर्वं ह्रस्ववर्णः अस्ति भवेत्. अपि च तदनन्तरम् अच्वर्णः कश्चन भवेत्. अस्तु, इति स्थितिः अस्ति. इदानीम् अभ्यासस्य पुस्तके अभ्यासस्य तत्र नवमम् उदाहरणमस्ति, सन् अव्ययात्मा इति अस्ति. अत्र सुब्रह्मण्यमहोदय तत्र वदति वा? आं महोदय, सन् योगः अव्ययात्मा, अत्र नकारः अस्ति पदान्ते, अपि च तत्पूर्वं ह्रस्व अकारः अस्ति, तदनन्तरं स्वरः अस्ति, अतः अत्र गमो ह्रस्वादचि गमण्नित्यम् इत्यस्य प्रसक्तिः अपि च कार्यम्, अतः यः स्वरः अस्ति अव्ययात्मा इत्यस्मिन् पदादौ यः ह्रस्वाकारः अस्ति, तत्पूर्वं नकारः पुनः आगच्छति, अतः सन्नव्ययात्मा इति रूपनिष्पन्नं भवति. हा, इति अस्ति, समीचीनमस्ति. सम्यक् एव, नाम अत्र ङ ण न इति त्रयः वर्णाः पदान्ते भवेयुः इति अपि मनसि स्यात्. अस्तु, अन्तिमम् उदाहरणम् इति सरला भगिनी करोति वा? दशमं निमिषन्नपि निमिषन् योग अपि, अत्र नकार पदान्ते अन्ते अस्ति, तस्य पूर्वम् अकार ह्रस्व अकार अस्ति, तस्य परम् अकारस्वर अस्ति अच् प्रत्याहारे, अतः नमो ह्रस्वादचि नमो नित्यम् इति सूत्रेण निमिषन्नपि निष्पन्नं भवति, नकारस्य आगमः आगच्छति. हा, बहु समीचीनमस्ति. तत्र त्रयः आगमाः सन्ति, मूट् णूट् नूत्. अद्य अस्मिन् वर्गे एकनिमिषं महोदय, तत्र मूट् णूट् नूत् ङूट् णूट् नूत् इति त्रयः आगमाः सन्ति. आहत्य ङमूट् इति उच्यते, किन्तु वस्तुतः त्रयः आगमाः सन्ति. टकारः आद्यन्तौ टकितौ इति एकं सूत्रमस्ति, तत्र टकारः ङूट् णूट् नूट् इति टकारः सूचयति यत् यस्य आगमः अस्ति तस्य आदौ भवति, तस्य आदौ भवति इति कृत्वा तत्र अग्रिमपदस्य अच्वर्णस्य अग्रे नाम पूर्वम् आगच्छति, अच्वर्णात् पूर्वम् आगच्छति इति स्थितिः अस्ति तदर्थम् आदौ. अस्तु, समीचीनमस्ति. इदानीम् एतदभ्यन्तरे अन्ये के जनाः आगतवन्तः? रविमहोदय, अनन्तरम् अन्य कोऽपि वा? सहदेव. सहदेव महोदय, अन्य कोऽपि वा? अस्तु, जनद्वयमस्ति. रविमहोदय, सहदेव महोदय. अस्तु, तर्हि इदानीं गृहपाठरूपेण प्रार्थना आसीत् यत् कानिचन लौकिक उदाहरणानि वक्तव्यानि. तर्हि अत्र लक्ष्मीभगिनी वदति वा एकम् उदाहरणं? आम् महोदय, मम पार्श्वे एकं वाक्यमस्ति, सः गीतं शृण्वन् अस्ति. पुनः वदतु. सः सः गीतं शृण्वन् अस्ति, शृण्वन् अस्ति. आम्, तत्र शृण्वन् वदतु. शृण्वन् अस्ति इति पदमस्ति, तत्र सन्धिकार्यम् अस्ति. शृण्वन् योगः अस्ति, शृण्वन् अस्ति. शृण्वन् अस्ति. अस्तु, समीचीनमस्ति. जगन्नाथमहोदय वदति वा? नूतनवाक्यं वा के एकं हा एकम् उदाहरणं वाक्यम् अथवा अहं गृहे संस्कृतपठनं सदा कुर्वन् अस्मि. हा हा हा, अस्तु, समीचीनमस्ति. राधिका भगिनी वदति वा? आम्, एकस्मिन् अवसरे अहं सम्यक् न सम्यक् कार्यं करोमि. एकस्मिन् अवसरे, हा, एकस्मिन् अथवा अस्मिन् बहु समीचीनमस्ति. तत्र अन्तिमवर्णः यस्य यः कोऽपि शब्दः भवति, यस्य अन्तिमवर्णः नकारः, तत्र अन्तिमवर्णः नकारः अथवा अणकारः तत्र विरलतया प्राप्यते, किन्तु नकारः भवति. हा, अस्तु, समीचीनमस्ति. अजयमहोदय वदति वा? तस्मिन् योगः एव, तस्मिन् एव. सुन्दरं, बहु समीचीनमस्ति. राजेन्द्रमहोदय वदति वा? आम् आं महोदय, पठन् उपविशति, अन्ते नकारः अस्ति, पठन् अन्ते तत्र तत्पूर्वं ह्रस्वकारः अस्ति, तदनन्तरम् उपविशति, अचुवर्ण अन्तर्भूतः अन्यतमः वर्णः अस्ति, तत् कारणात् नुट् नुट् दन्ति नुट् आगमः भवति. अनन्तरं तत् आहत्य तत् पठन् नुप् विशति. हा, पठन् उपविशति. हा, पुष्पा भगिनी. गायन् अस्मि, गायन् योगः अस्मि, गायन् अस्मि. हा, अस्तु, सुन्दरमस्ति इति नमूरागमसन्धिः, बहु सुन्दरमस्ति. अग्रे सरेम. तर्हि इदानीम् अग्रिम सन्धिः अस्ति पूर्वसवर्णसन्धिः. अस्तु, अत्र अखिला भगिनी कृपया प्रथमम् उदाहरणं पठित्वा सूत्रम्. दम्यात् योगः हि, दर्म्या योगः, थ योगः, इत् योगः, ह योगः, इ दर्म्या योगः, इत् योगः, इत् योगः, अथवा ह योगः, इ दर्म्याधि, दर्म्याधि इति रूपद्वयं. सूत्रमस्ति जयोः ण्यतरस्यां, जयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्ण आदेशः भवति. जयः पञ्चम्यन्तं, हः षष्ट्यन्तम्, अन्यतरस्यां सप्तम्यन्तं त्रिपदमिदं सूत्रम्। उदः उदः स्थास्तम्भोः पूर्वस्य इत्यस्मात् पूर्वस्य इत्यस्य अनुवृत्तिः, अनुस्वारस्य एयि परसवर्णः इत्यस्मात् सवर्णः इत्यस्य अनुवृत्तिः, अन्यतरस्याम् इत्युक्ते विकल्पेन अनुवृत्तिसहितसूत्रं, झयः हः पूर्वस्य सवर्णः अन्यतरस्याम् इति अनुवृत्तिसहितसूत्रम्। अत्र सूत्रं वदति यदा जयः इति प्रत्याहारः प्रथमं, जयः इति जयः इत्युक्ते झबै, हा क्षम्यतां, जै इति प्रत्याहारः, जयः इति षष्ट्यन्तं, झै इति प्रत्याहारः कः तस्मिन् अत्र पञ्चम्यन्तमस्ति, हा अत्र पञ्चम्यन्तं, हा जै इति प्रत्याहारे के के वर्णाः सन्ति इति प्रथमं पश्यामः चेत् तत्र झबै आरभ्य कपै पर्यन्तम् इत्युक्ते झै इति प्रत्याहारे वर्णस्य प्रथम द्वितीय तृतीयचतुर्थवर्णाः सर्वे अन्तर्भूताः सन्ति। तस्य अनन्तरं पञ्चम्यन्तम् इति कृत्वा तस्य अनन्तरं कार्यं भवति। तर्हि तस्य अनन्तरं हकारः अस्ति चेत् पूर्वं स्थितस्य इत्युक्ते जञ् प्रत्याहारस्य प्रत्याहारे स्थितवर्णः यः अस्ति तस्य सवर्णः भवति हकारस्य स्थाने। अन्यतरस्याम् इति पदेन स च सवर्णादेशः विकल्पेन भवति न तु सर्वदा इति अवगन्तुं शक्नुमः। तदर्थमेव अत्र रूपद्वयं निष्पन्नं भवति। यदा परसवर्णस्य इत्युक्ते सवर्णस्य आदेशः भवति तदा यदा अस्मिन् उदाहरणे वयं दृष्टवन्तः अत्र दकारस्य अनन्तरं हकारस्य धकारः इति परिवर्तनं जातं, पक्षे हकारः एव तिष्ठति। तर्हि धर्म्याधि धर्म्याधि इति रूपद्वयं निष्पन्नम् अभवत् अत्र। हा हा इति अस्ति, समीचीनमस्ति, धर्म्याद्धि अथवा धर्म्याद्धि, हा इति स्थितिः अस्ति। अग्रे रविप्रकाशमहोदय कृपया, करपत्रे किं किं दत्तमस्ति? यद्यपि झयः इत्युक्ते सर्वाणि अननुनासिक झयः इति न झै झै यद्यपि झै इत्युक्ते सर्वाणि अननुनासिकवर्गीयव्यञ्जनानि तथापि अत्र सर्वत्र झलां जशोन्ते इत्यनेन जष्त्वं तृतीयसदस्यादेशो भवति। अवधेयं यत् इति मम भयमस्ति झयः इति श्रुत्वा, तत्र स्क्रीन् रिफ्रेश् कुर्वन्तु, सर्वे स्क्रीन् रिफ्रेश् कुर्वन्तु, न कृतं चेत् इति आरम्भे एव मया उक्तं। हा तदभ्यन्तरे अत्र लक्ष्मीभगिनी कृपया पठतु। धर्म्यात् योगः हि झलां जशोन्ते, धर्म्याद् योगः हि किं जन्तं किं जातम् इति तत्र तकारस्य स्थाने दकारादेशो भवति जलां जिषन्ते सूत्रेण। इदानीं कस्यचिदपि स्पीकर् फोन् हेड् फोन् ब्लूटूत् इति मास्तु, नो चेत् अस्माकम् असौकर्यं भविष्यति। इदानीं कुतः आगतः तत्र प्रतिध्वनिः? कस्यचित् स्पीकर् फोन् अस्ति वा? अस्तु, लक्ष्मीभगिनी अत्र किं लिखितमस्ति, यद्यपि झय् इत्युक्ते सर्वाणि अनुनासिक वर्गीयव्यञ्जनानि तथापि अत्र सर्वत्र झलां जशोन्ते इत्यनेन जस्त्वं कृत्वा तृतीयसदस्यः देशो भवति. इत्युक्ते अत्र धर्म्यात् तत्र अन्तिमवर्णः चकारः, तकारः दकारादेश दकारः भवति झलां दिशन्ते इति सूत्रेण. अहं म्यूट् करोमि सर्वे. लक्ष्मी भगिनी कृपया स्टार् सिक्स् नोदयतु. स्टार् सिक्स्. यद्यपि झै इत्युक्ते सर्वाणि अन् अनुनासिकवर्गीयव्यञ्जनानि, तथापि अत्र सर्वत्र झलां जशोन्ते इत्यनेन जष्ट्वं कृत्वा तृतीयसदस्यादेशो भवति. तत्र उदाहरणं दत्तमस्ति. हा, लक्ष्मी भगिनी अस्ति वा? स्टार् सिक्स्. धर्म्यात् योगः हि, अत्र तकारः तृतीयसदस्यः अस्ति किन्तु पदान्ते अस्ति इति कृत्वा जलाञ्जशोन्ते इति नेन धर्म्याद् हि इति आरम्भे प्रथमतया भवति. नाम झयोहोन्यतरस्याम् इत्यस्मात् पूर्वम्. अस्तु, लक्ष्मीभगिनी आगतवती वा? अस्तु, अजय महोदय स्टार् सिक्स् नोदयति कृपया. महोदय महोदय श्रूयते वा? हा हा, अस्तु. पुनः तदेव वदामि वा, पठामि वा? द्वितीयम् उदाहरणं. वणिक् योगः हसति जलां दृशन्ते इति सूत्रेण वणिक् योगः हसति. तत्रापि ककारस्य स्थाने गकारादेशो भवति, इत्युक्ते जस्त्वं भवति. अस्तु, पुष्पभगिनी तृतीयम्. अत्र भगिनी महोदय, तत् योगः हितं जलां जश्रोन्ते सूत्रेण तद् योगः हितं तद् हितं तद्धितम् न केवलं तावत् यावत् प्रदर्शितं जलां शश्रोन्ते तद् योगः हितम् क्रमेण पश्येम. अस्तु, रविप्रकाश महोदय स्टार् सिक्स्. पुनः प्रतिध्वनिः आगतः. भूष्पभगिनी, भवत्याः कस्य दूरवाण्या एतत् अभवत्? रविप्रकाश महोदय कृपया. हरि ओम्. किम् अभवत्? श्रूयते वा? श्रूयते महोदय. अस्तु, तर्हि जगन्नाथ महोदय, भवान् एव अग्रे पश्यतु. करपत्रे वा पुस्तकात् वा? करपत्रे एव. पुनः वदामि, ये न वदन्ति ते स्वयं म्यूट् कुर्युः. स्टार् सिक्स् इति नोदयन्तु, नो चेत् अस्माकं वर्गः कथं स्यात् प्रतिध्वनिः अस्ति चेत्. एकस्य गृहे एकस्य लैन् मध्ये एतत् सर्वं जातमस्ति. जगन्नाथमहोदय कृपया. अन्यच्च झयो अन्यच्च कुत्र अस्ति? झयो पूर्व सवर्ण अस्तु. अन्य कोऽपि पठतु कृपया. अत्र रवि महोदय. अहमस्मि महोदय. अस्तु भगिनि, पठतु. अन्यच्च अवधेयं यत् इकारस्य हकारस्य पूर्वसवर्णादेशः सर्वत्र पूर्वतनवर्णस्य वर्गस्य चतुर्थः सदस्यः. नादः, घोषः, संवारः, महाप्राणः इति कारणतः सामान्यतया सावर्ण्य ज्ञायते मुखस्य सावर्ण्यम् सावर्ण्यं ज्ञायते मकारण दृष्टं ज्ञायते मुखस्य स्थानेन परन्तु यत्र स्थनेन निर्णयः असम्भवः तत्र आभ्यन्तरप्रयत्नः प्रयुज्यते यत्र आभ्यन्तरप्रयत्नेन निर्णयः असम्भवः तत्र बाह्यप्रयत्नः प्रयुज्यते हकारस्य स्थानम् अस्ति कण्ठः यावत् पठितं तावत् वदतु अन्यच्च अवधेयं यत् हकारस्य पूर्वसवर्णः हकारस्य पूर्वसवर्णादेशः सर्वत्र पूर्वतनवर्णस्य वर्गस्य चतुर्थः सदस्यः तथैव दकारः वर्गस्य चतुर्थः तत्तु चतुर्थः तु दकारः नास्ति दकारः तु तृतीयः अस्ति हकारस्थाने धकारः आयाति नादः घोषः संवारः महाप्राणः इति कारणतः नादः तु ट्यून् किं करोमि अत्र वार्तात्रयमस्ति स्थानम् आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः स्थानम् इति प्रथमम् आभ्यन्तरप्रयत्नः इति द्वितीयं बाह्यप्रयत्नः इति तृतीयमस्ति तर्हि क्रमेण प्रथमतया मुखे यत् स्थानमस्ति स्थानं तत्र केचन कानिचन स्थानानि खलु तत्र मुखे उदाहरणार्थं कण्ठः अथवा कण्ठः अथवा दन्तः अथवा ओष्ठः अथवा नासिकः कण्ठः तालु तालु तालु कण्ठः तालु मूर्धा दन्ताः ओष्ठौ ओष्ठौ नासिका तत्र स्थानानि इमानि स्थानानि सन्ति मुखे तर्हि प्रथमतया तादृश तद् उपयुज्य निर्णेतुं शक्नुमः चेत् तदेव कुर्मः तद् न भवति चेत् आभ्यन्तरप्रयत्नेन तद् न भवति चेत् बाह्यप्रयत्नेन इति अस्ति अत्र नादः घोषः संवारः महाप्राणः इति बाह्यप्रयत्ने अन्तर्गताः सन्ति तर्हि तद् नाम तदानीं तत्र पर्यन्तं गच्छामः यदा मुखे स्थानस्य आधारेण न भवितुमर्हति अपि च मुखे आभ्यन्तरे प्रयत्नस्य आधारेण न भवितुमर्हति नाम प्रयत्नद्वयमस्ति प्रथमतया स्थानं नाम उच्चारणस्थलमस्ति कुत्र यथा ककखङ कख तत्र कण्ठः अस्ति खलु कखखङ जिह्वामुखयोः स्पर्शः कुत्र भवति चेत् कण्ठे कखखङ तत्र तथा न तत्र जिह्वा दन्तयोः स्पर्शः भवति इति कृत्वा दन्तस्थानमस्ति इति स्थानं प्रथममस्ति अनन्तरमस्ति आभ्यन्तरप्रयत्नः नाम यः प्रयत्नः मुखस्य अन्तः अस्ति मुखस्य अन्तः तत्र पञ्च आभ्यन्तरप्रयत्नाः सन्ति स्पर्शः तत्र स्पृष्टः ईषत् स्पृष्टः ईषद्विवृतः विवृतः संवृतः च तत्र स्पष्टीकरणं किञ्चित् सूक्ष्मं भवति इति कृत्वा इदानीं मास्तु किन्तु तत्र स्पृष्टः इत्युक्ते स्पर्शः वर्गीयव्यञ्जनानि तत्र सर्वत्र जिह्वा मुखयोः स्पर्शः भवति साक्षात्. त क च तत्र जिह्वामुखयोः स्पर्शः भवति इति कृत्वा आभ्यन्तरे प्रयत्नः स्पर्शः अस्ति. अनन्तरं यथा उष्माणः शशासः इति उष्माणः, तत्र तादृश स्पर्शः न भवति किन्तु फ्रिक्षन् इति इव तत्र नैकट्यमस्ति इति कारणतः तत्र औष्ण्यमस्ति खलु, तादृशमस्ति उष्माणाः शशासः इति इति आभ्यन्तरप्रयत्नेन अपि अत्र निर्णयः न शक्यः. अतः अन्ततो गत्वा बहिः यः प्रयत्नः, यथा महाप्राणः मुखात् बहिः अस्ति, नाम तत्र वक्षस्थले अस्ति प्रयत्नः, ह ध छ इति तत्र मुखे अयं वायुः मुखात् न आगच्छति, तत्र इतोपि गम्भीररूपेण तत्र शरीरस्य अन्ततः आगच्छति खलु मुखेन, इति कृत्वा तादृशप्रयत्नः बाह्यप्रयत्नः अस्ति. मुखेन नास्ति, बाह्यप्रयत्नः इति अस्ति. अस्तु, समीचीनमस्ति. इतः अग्रे सरेम. तर्हि अजयमहोदय अस्ति वा? आं महोदय. हकारस्य बाह्यप्रयत्नः नादः हकारस्य आभ्यन्त हकारस्य स्थानम् अस्ति कण्ठः, किन्तु अनुनासिकवर्गीयव्यञ्जनेषु व्यञ्जनेषु एकैकस्मिन् वर्गे सर्वेषां स्थानं समानम् इति कारणतः स्थानेन निर्णयः अशक्यः. यथा तद् योगः अथवा धर्म्याद् योगः हि, तत्र दकारः कस्मिन् वर्गे अस्ति? तवर्गे अस्ति. दकारः तवर्गे अस्ति. तत्र स्थानमस्ति दन्तः, दन्तस्थानमस्ति. तर्हि अत्र हकारस्य स्थानमस्ति कण्ठः. इदानीं दकारस्य स्थाने स्थानमस्ति दन्तः, दन्त्यस्थानमस्ति. तर्हि यदि वयं निर्णेतुम् इच्छामः यत् इदानीं पूर्ववर्णः अस्ति दकारः, हकारस्य स्थाने कः वर्णः भवेत् इति, दकारः कस्मिन् वर्गे? तथा दवर्गे अस्ति. तथा दध न इति पञ्चवर्णाः सन्ति, तेषु कः आदेशः भवेत् ह्य हकारस्य स्थाने? इदानीं पञ्चानामपि वर्णानां स्थानमस्ति दन्तः, दन्तस्थानमस्ति. तर्हि अपि च हकारस्य स्थानमस्ति कण्ठः. तर्हि यतोहि पञ्चानामपि स्थानं समानमस्ति, तर्हि कथं भेदः स्यात् सर्वेषाम्? अपि च सर्वेषु वर्गेषु तादृशी परिस्थितिः अस्ति. तत्र चच य स्थानमस्ति तालु, सर्वेषां स्थानमस्ति तालु, तर्हि पञ्चसु कः कथं निर्णयः स्यात्? यदा तदर्थं लिखितमस्ति अनुनासिकवर्गीयव्यञ्जनेषु एकैकस्मिन् वर्गे सर्वेषां स्थानं समानम् इति कारणतः स्थानेन निर्णयः अशक्यः इति वार्ता अस्ति. अस्तु, स्पष्टमस्ति. तर्हि अग्रे सुमित्रा भगिनी अस्ति वा? सुमित्रा भगिनी. अस्तु, रवि महोदय. रवि महोदय अग्रे हकारस्य आभ्यन्तरप्रयत्नः हकारस्य आभ्यन्तरप्रयत्नः ऊष्माणः श स ह इत्येव ऊष्माणाः अतः अनेन निर्णयः असम्भवः किमर्थम् प्रयत्न समानः अस्ति न न इत्युक्ते अत्र साम्यम् अपेक्षितमस्ति हकारस्य अपि च तद् अग्रे यः वर्णः अस्ति तस्य वर्गस्य चतुर्षु नाम झ इति अननुनासिक तत्र तथ दध इति चत्वारः वर्णाः सन्ति तेषु कस्य साम्यं भवति हकारेण सह इदानीं हकारस्य आभ्यन्तरप्रयत्नः अस्ति ऊष्माणः तथ दध इति येषु चतुर्षु वर्णेषु कस्य अपि आभ्यन्तरप्रयत्नः ऊष्माणः नास्ति किमर्थमिति चेत् तत्र ऊष्माणवर्णाः केवलं चत्वारः सन्ति श ष स ह तर्हि यदा तथ दध इत्येषु चतुर्षु न कस्यापि तत्र न कस्यापि तादृश आभ्यन्तरप्रयत्नः नाम ऊष्माणः तदानीं कथं वा निर्णयः स्यात् न कोऽपि आधारः अस्ति खलु बुद्धं वा अस्तु अग्रे हकारस्य बाह्यप्रयत्नः नादः घोषः संवारः महाप्राणः नादः घोषः संवारः इत्यस्ति वर्गीयव्यञ्जनानां तृतीयचतुर्थपञ्चमाः च सदस्याः तेषु केवलं चतुर्थसदस्यः महाप्राणः अतः हकारस्य स्थाने तद्वर्गस्य चतुर्थसदस्य तत्तद्वर्गस्य चतुर्थसदस्यादेशो भवति अत्र बाह्यप्रयत्नः इत्यनेन एव निर्णयः सम्भवति किमर्थम् अत्र केवलं चतुर्थसदस्यस्य चतुर्थसदस्य महाप्राणः अस्ति च हकारपि महाप्राणः अस्ति तस्य प्रयत्नः महाप्राणः अस्ति अत्र बाह्यप्रयत्नः तत्र वर्गस्य प्रथमसदस्यद्वयं कख च छ कठ तथा पफ अपि च शशस एते शां बाह्यप्रयत्नः भवति विवारः श्वासः अघोषः अपि च तृतीयचतुर्थपञ्चमसदस्याः तेषां बाह्यप्रयत्नः भवति संवारः नादः घोषः न केवलं तृतीयचतुर्थपञ्चम अथवा अपि तु यरलवः तर्हि हकारः तत्र अस्ति अपि च वर्गस्य तृतीयचतुर्थपञ्चमसदस्यः तर्हि तृतीयचतुर्थसदस्यः द्वयोः अन्यतमः भवेत् हकारः महाप्राणः अस्ति तत्र तृतीयचतुर्थयोः मध्ये केवलं चतुर्थः महाप्राणः अतः अत्र हकारस्य सवर्णादेशः भवति चतुर्थसदस्यः तत्तद्वर्गस्य सर्वत्र द्वितीयवर्णः अपि महाप्राणः अस्ति किन्तु द्वितीयवर्णः महाप्राणः अस्ति किन्तु बाह्यप्रयत्ने तत्र केवलं महाप्राणः अल्पप्राणः इति वार्ता नास्ति बाह्यप्रयत्ने तत्र प्रथमद्वितीयसदस्ययोः विवारः श्वासः अघोषः तृतीयचतुर्थपञ्चमे इति संवारः नादः घोषः हकारः अपि तस्मिन् वर्गे अस्ति नाम यत्र तृतीयचतुर्थपञ्चम अस्ति संवारः नादः घोषः तत्र हकारः अपि अस्ति अतः प्रथमसदस्यः द्वितीयसदस्यः न भवति एव यद्यपि द्वितीयसिद्धस्यः महाप्राणः अस्ति, किन्तु अन्यत्रयः विवारः श्वासः घोषः तत्र केवलं प्रथमद्वितीयसदस्ययोः अस्ति। हकारः तृतीय चतुर्थपञ्चमानां स्थले अस्ति हकारः, न तु प्रथमद्वयोः। महोदय, संवारः निवारः इति शब्दयोः अर्थः अर्थः कौ? अत्र यदा यदा चित्रं नास्ति, एकस्मिन् दिने अहं चित्रम् आनीय प्रदर्शयिष्यामि, किन्तु अत्र मुखे द्रष्टव्यमस्ति कुत्र कथमस्ति। अत्र विवारः किं लिखितं भवति इति अहं वदामि एकवारम् आङ्ग्लभाषया, नो चेत् तत्र विवारः इत्युक्ते एक्स्पेन्शन् आफ़् द थ्रोट्, हार्ड् आर्टिक्युलेशन्। संवारः इत्युक्ते कन्ट्राक्षन् आफ़् द थ्रोट्, साफ्ट् आर्टिक्युलेशन्। श्वासः इत्युक्ते साइङ्ग्, नादः इत्युक्ते सौण्डिङ्ग्। अत्र नाम एनाटोमिकल् तत्र तत्र शरीरे कथं शरीरे कथं प्रयासः भवति इति द्रष्टव्यमस्ति। अतः इदानीं केवलं मनसि भवेत् यत् तत्र प्रथमद्वितीयसदस्ययोः बाह्यप्रयत्नः अस्ति विवारः, किन्तु तृतीयचतुर्थपञ्चमी अस्ति संवारः। इदानीं प्रथमद्वितीयसदस्ययोः श्वासः, अपि च तृतीयचतुर्थपञ्चम अस्ति नादः, प्रथमद्वितीयसदस्य अस्ति अघोषः, तृतीयचतुर्थपञ्चमस्ति घोषः। तत्र हकारः तृतीयचतुर्थपञ्चानां स्थले अस्ति, नाम स्थले इत्युक्ते स्थलमिति न, तत्र तस्मिन् तस्यां श्रेण्यां संवारः, नादः, घोषः, न तु विवारः, श्वासः, अघोषः। अत्र अस्माकम् अधिकसमयः नापेक्षते। एकप्रश्नः महोदय, घोषस्य एक उच्चारणं वदतु। घोषः अत्र घोषः घोषः इत्युक्ते घोषः घोषः इति आङ्ग्लभाषया तत्र अनुवादः भवति घोषः लो प्रेपरेटोरि मर्मर् आपतये, लो प्रेपरेटोरि मर्मर्। अघोषः एब्सेन्स् आफ् लो प्रेपरेटोरि मर्मर्। तर्हि अघोषः अघोषः इति कख, तत्र अघोषः अस्ति, किन्तु ग घ ङ तत्र कश्चन लो प्रेपरेटोरि मर्मर्, ग ग ग घ तत्र कल्पना कर्तव्या अस्ति कथमस्ति, किन्तु घोषः ग घ ङ ज झ ञ ड ड ण दध न बभ म इत्येषां घोषः अस्ति। प्रथमद्वितीयसदस्ययोः तत्र अघोषः अस्ति, न तु घोषः इति, तादृशभेदः अस्ति, तादृशभेदाः सन्ति। एतत् सर्वम् अवगमनार्थं किञ्चित् कठिनमस्ति, किन्तु मुख्यतः केवलं स्थलं, प्रथमतया स्थलं, स्थलं न भवति चेत् आभ्यन्तरे प्रयत्नः, तद् न भवति चेत् बाह्यप्रयत्नः। अत्र बाह्यप्रयत्नेन एव भवति चतुर्थसदस्यादेशः। अग्रे गच्छेम, इदानीम् अग्रे राजीभगिनी अग्रे पठति, तत्र पठति वा उदाहरणमस्ति जगतः हिताय। आं महोदय, न श्रूयते भगिनि, भगिनी अस्ति पद्मा भगिनी, इदानीं श्रूयते वा महोदय? इदानीम् अस्तु, अहं पठामि। जगतः हिताय समासे कृते जगत् योगः हिताय झलां जशोन्ते इत्यनेन जष्ट्वं जगत् योगः हिताय जयो होन्य होन्यतरस्याम् इत्यनेन विकल्पेन पूर्वसवर्णदेशः जगत् हिताय सवर्णादेशः पूर्वसवर्णादेशः जगद्धिताय अथवा जगत् हिताय जगतः हिताय समासं कुर्मः चेत् जगत् योगः हिताय इति आगच्छति। झलां दशवन्ते इत्यनेन तकारस्य स्थाने दकारः आदेशः भवति। किमर्थम् इत्युक्ते तकारः जलि प्रत्याहारे अस्ति, अतः तकारस्थाने तकारः आगच्छति. झयो होन्यतरस्याम् इत्यनेन दकारस्य स्थाने तस्य चतुर्थवर्ग अक्षरं धकारः आगच्छति. विकल्पेन दकारस्थाने अकारः आगच्छति. जगद्धिताय अथवा जगद्धिताय इति रूपद्वयम् अस्ति तत्र. हा, एक तत्र एकवारं यथावत् तिष्ठति हकारः, विकल्पेन दकारस्य हकारस्य स्थाने तवर्गस्य चतुर्थस्य दस्य आदेशो भवति. तर्हि जगद्धिताय, जगद्धिताय अथवा जगद्धिताय, उभयत्र सन्धिः, नाम तत्र संहिताविषयः उभयत्र अस्ति. सन्धिः जगद्धिताय इति तत्र सन्धिः नास्ति इति नास्ति, तत्र संहिताविषयः अस्ति. संहिताविषयः उभयत्र अस्ति. अस्तु, समीचीनमस्ति. अग्रे गच्छेम तर्हि. अधुना सुब्रह्मण्यमहोदय, तत्र अग्रे पुस्तके पुस्तके द्वितीयम् उदाहरणं. आं महोदय. वणिग् योगः हसति. तत्र वणिक् इति करोतु आरम्भतः. वणिक् वणिक् योगः हसति. अत्र वणिक् इति ककारः पदान्ते अस्ति, अतः झलां जशोन्ते इत्यनेन ककारस्य तृतीय कवर्गीयतृतीयव्यञ्जनं गकारः आगच्छति, तस्य आदेशः भवति. वणिग् योगः हसति. इदानीम् अत्र गकारः झै प्रत्याहारस्य वर्णः, अनन्तरं हकारः अस्ति, अतः अत्र झयः उत्तरस्य हकारस्य सवर्णादेशः भवति. पूर्वस्य सवर्णादेशः. हकारस्य पूर्वस्य सवर्णः इदानीम् अत्र पूर्ववर्णः गकारः अस्ति, अतः कवर्गीयचतुर्थव्यञ्जनम् अत्र गकारस्य स्थाने आदेशः भवति. अतः वणिघसति इति न गकारस्य स्थाने, न हकारस्य स्थाने कवर्गीयचतुर्थव्यञ्जनम् आदेशः भवति, अतः वणिघसति इति रूपं निष्पन्नं भवति. विकल्पेन वणिग् हसति इति एव भवति. हा, इति स्थितिरस्ति. बहु समीचीनमस्ति. अग्रे सहदेवमहोदय, अग्रे वदति वा. आं महोदय. तद् योगः हितम्. तद् प्रथमतया तत् हितमस्ति, तत् तकारः. अनन्तरं किं भवति? अनन्तरं दकारः आदेशः भवति. जलां जशोन्ते. बहु समीचीनम्. इति च योगः च योगः योगः हितम्. प्रथमं तद् हितम् चिन्तयामि. हकारः स्थाने चतुर्थसदस्यादेशे भवति. सत्यं. तत् सूत्रं किमस्ति? किं सूत्रं? चिन्तयामि. सूत्रं किमस्ति? करपत्रे दत्तमस्ति. जयो होन्यत् सरस्यां महोदय तदेव अस्ति जयोः न्युतरस्याम् अत्र झै कः वर्णः झै प्रत्याहारे अस्ति अत्र अस्मिन् उदाहरणे झै अस्मिन् उदाहरणे तद् हितम् अत्र कः वर्णः झै प्रत्याहारे अस्ति चिन्तयामि जलि जानामि जय न जानामि अत्र अनन्तरं पी डि एफ़् प्रेषयामि किन्तु तत्र अत्र पञ्चमे पुटे अस्ति खलु पुस्तकस्य पञ्चमे पुटे पश्यतु पश्यामि झै अत्र झै अस्ति झकारात् आरभ्य तत्र अष्टमं सूत्रमस्ति झ अष्टमं पञ्चमे पुटे अष्टमं सूत्रं झभै झ इत्यस्मात् आरभ्य कपै पर्यन्तम् इति कृत्वा अनानुनासिकवर्गीयव्यञ्जनानि चतुर्थः क्रमेण चतुर्थः तृतीयद्वितीयसदस्यः इति अनन्तरं चर्चयामः विद्याभगिनी किञ्चित् साहाय्यं करोतु अत्र झै अत्र तत् हितमित्यस्मिन् झै प्रत्याहारः कः वर्णः प्रत्याहारे अस्ति अत्र तद् दकारः जय् प्रत्याहारे अस्ति जय् प्रत्याहारे वर्गस्य प्रथम द्वितीय तृतीय चतुर्थवर्णाः अन्तर्भूताः अतः अत्र दकारस्य स्थाने तवर्गस्य चतुर्थवर्णः धकारः आगच्छति हकारस्य स्थाने तवर्गस्य चतुर्थवर्णः धकारः आगच्छति तद्दितम् इति विकल्पेन भवति अथवा तद् हितम् अपि भवति पुनः रूपद्वयं वदतु तद्दितं तद् हितं प्रथमम् अस्ति प्रथमं रूपं किम् अस्ति पुनः तत्र थ इति नास्ति आरम्भे खलु तद्दितं तद्धितम् इति अस्ति तद्धितम् अथवा तद्धितं तद्धितं तद्धितम् इति विकल्पद्वयमस्ति अस्तु अग्रे भवती एव पठतु कृपया एतेषु उदाहरणेषु ञ म गणान् वर्जयित्वा वर्गीयव्यञ्जनानि सन्ति तेभ्यः परतः हकारः अस्ति तत्र हकारस्य तद्दत् वर्गीयचतुर्थव्यञ्जनं विकल्पेन आदेशः सम्पन्नः अस्ति अतः पदान्तात् वर्गीयतृतीयव्यञ्जनात् जशः परस्य हकारस्य तत्तत् वर्गीयचतुर्थव्यञ्जनं विकल्पेन आदेशो भवति अत्र हकारस्य पूर्वसवर्णः आदेशः भवति अतः पूर्वसवर्णसन्धिः इति नाम बहु समीचीनमस्ति एतत् सर्वं स्पष्टं स्यात् अत्र स्थूलाक्षरैः किमर्थं तत्र लिखितमस्ति अतः पदान्तात् वर्गीयतृतीयव्यञ्जनात् किमर्थमस्ति अत्र झै अस्ति खलु सर्वाणि अनुनासिकवर्गीयव्यञ्जनानि तर्हि अत्र तृतीय विशेषतः तृतीय इति किमर्थमस्ति तृतीय जश् प्रत्याहारे अस्ति तृतीयवर्णः सूत्रे जश् न उक्तं सूत्रे झै उक्तं न तु जश् सूत्रे जय् प्रत्याहारे तृतीय वर्णः अपि वर्गस्य तृतीयवर्णः अपि सन्ति इति तु सत्यं किन्तु सूत्रं तथा नास्ति खलु अत्र किमर्थं स्थूलाक्षरैः तथा लिखितमस्ति पदान्तात् वर्गीयतृतीयव्यञ्जनात् तत्र जश् इति न उक्तं सूत्रे उक्तमस्ति झै जय् नाम प्रथमः, द्वितीयः, तृतीयः, चतुर्थः, तेभ्यः परस्य हकारस्य. किन्तु अत्र विशेषतः लिखितमस्ति तृतीयव्यञ्जनात्. किमर्थं पुष्पभगिनी सहायं करोतु? अत्र तकारस्य जस्वसन्धिः अस्ति, अत्र दकारः हि तिष्ठति, तथैव दकारस्य स्थाने तकारः आयाति. नाम तत्र आरम्भे तकारः अस्ति चेत्, आरम्भे ककारः अस्ति चेत् गकारः, सर्वत्र जलां दृशन्ति इति जश्वसन्धिः भवति. समीचीनमस्ति भगिनि. अतः अत्र संक्षिप्तरूपेण लिखितमस्ति पदान्तात् वर्गीयतृतीयव्यञ्जनात्. तथा तत्र सन्तोषजनकं व्याख्यानम् अत्र नास्ति, यतोहि तैः न उक्तं यत् जष्ट्वसन्धिः भवति प्रथमतया. वक्तव्यमस्ति अत्र जष्ट्वसन्धिः सर्वत्र भवति, पदान्ते अस्ति, जष्ट्वसन्धिः भवति. हकारः खर् प्रत्याहारे नास्ति वा? हकारः खर् प्रत्याहारे अस्ति वा? अखिला भगिनी, हकारः खर् प्रत्याहारे नास्ति खलु महोदय? तत्र हकारः खर् प्रत्याहारे तु खर् प्रत्याहारे यदि स्यात् तर्हि किम् अभविष्यत्? कर्प्रत्याहारे हकारः अस्ति यदि स्यात्, यदि अभविष्यत्, तत्र करीच इति सूत्रस्य कार्यं भवति, तर्हि तत् किं, हा तर्हि तत्र एतस्य सूत्रस्य कार्यं न भविष्यत्येव. किं सूत्रम् अभविष्यत्, किं कार्यम् अभविष्यत् करिचतिनेन, किम् अभविष्यत्? करिच इति सूत्रेण तत्र जलस्थाने चरादेशः भवति यदि कर् प्रत्याहारस्य वर्णः जल् अनन्तरम् अस्ति चेत् करिच इति. हा हकारः खर् प्रत्याहारे यदि स्यात् तर्हि सर्वत्र प्रथमसदस्यादेशः भवति. किन्तु तथा नास्ति, हकारः यथा भगिनी उक्तवती, हकारः खर् प्रत्याहारे नास्ति. तदर्थं जलां जिषोन्ते इति एव कार्यं भवति. तदर्थं तृतीयसदस्यः भवति. झै स्थाने जश् सर्वत्र अस्ति. तदर्थं स्थूलाक्षरैः लिखितमस्ति पदान्तात् वर्गीयतृतीयव्यञ्जनात्. विद्या भगिनी स्पष्टमस्ति वा? प्रथमं जलां जश्वन्ते कार्यं करोति, न तु खरिच, यतोहि हकारः खरि न खर् प्रत्याहारे नास्ति. नो चेत् खरिच जलां जश्वन्ति इत्यस्य बाधकसूत्रम् अत्र नास्ति. अस्तु, इदं कार्यं समाप्तम् अस्ति. कोऽपि प्रश्नः वा? अग्रे गच्छेम वा? अत्र पूर्वस्य वर्णसन्धिः आम् करीच अथवा वा अवसाने. अत्र वा अवसाने अवसानावस्थायाम् अत्र अवसानम् अस्ति वा? अग्रे यदा न किमपि अस्ति तदानीम् अवसानम्. अस्तु महोदय. वर्गस्य अन्ते, वाक्यस्य अन्ते, अत्र वाक्यस्य अन्ते नास्ति, सन्धिविषयः अस्ति. अतः कोऽपि न कोऽपि वर्णः अग्रे तु अस्ति एव. अतः खरिच न तु वावसाने. खरिच इति अस्य प्रसक्तिः नास्ति, किन्तु यतोहि तत्र हकारः खर् प्रत्याहारे नास्ति. अस्तु, अस्माकं पूर्वसवर्णसन्धिः इति प्रमुखकार्यमस्ति अत्र झयोहोन्यतरस्यां. ततः अग्रे वैशिष्ट्यमस्ति. वैशिष्ट्यमस्ति अत्र उत्थानम् इति शब्दः. उत्थानं कथं निष्पद्यते इति द्रष्टव्यम् इदानीम्. उत्थानम् अग्रे स्पष्टतया अस्तु. सुब्रह्मण्यं महोदय, कृपया अग्रे पठतु. पुस्तकात् महोदय न तत् करपत्रे करपत्रे अस्तु महोदय पूर्वसवर्णविशेषः उत्थानम् उदः स्थास्तम्भोः पूर्वस्य उत् उपसर्गोत्तरयोः स्था स्तम्भधात्वोः पूर्वसवर्णादेशो भवति महोदय एकं कुर्मः यतोहि अत्र किञ्चित् स्थूलरूपेण पश्येम पुस्तके एकवारं पठतु अनन्तरं कथमस्ति इति करपत्रे अस्ति विशेषः उदुपसर्गात् परस्य स्था धातोः स्तम्भधातोः च आदौ स्थितस्य सकारस्य थकारादेशो भवति यथोदाहरणम् उत् योगः स्थानम् अत्र उत् इति उपसर्गः अस्ति तस्मात् परात् स्थितस्य धातुः अस्ति स्था अत्र आदौ स्थितस्य स्था धातोः आदौ स्थितस्य सकारस्य थकारादेशः भवति इत्युक्ते अत्र उत् योगः स्थानम् अत्र उत् योगः यः सकारः अस्ति स्था धातोः आदौ सः सकारः थकारः भवति अतः उत्थानम् इति रूपं निष्पन्नं भवति अपि च थकारस्य एकस्य थकारस्य लोपः भूत्वा उत्थानम् अपि रूपं निष्पन्नं भवति तर्हि इति अस्माकं विषयः तथा अस्ति उद्योगः स्थानं सकारस्य स्थाने थकारादेशः तदानीं थकारस्य विकल्पेन लोपः अतः उत्थानम् उत्थानम् अथवा उत्थानम् इति भवति इदानीं सूत्रम् उदः क्षम्यताम् उत् उपसर्गः अस्ति चेत् पदम् अस्ति वा अत्र जलां जुषुन्ते कार्यं करोति वा अग्रे अग्रे अग्रे पश्येम करपत्रे करपत्रे कार्यं करोति खलु भगिनि सकारः महोदय पठेम यतोहि एतत् सर्वं स्पष्टीकृतमस्ति अस्तु उदः स्थास्तम्भोः पूर्वस्य उत् उपसर्गोत्तरयोः स्था स्तम्भधात्वोः पूर्वसवर्णादेशो भवति स्था च स्तम्भ च तयोरो इतरेतरद्वन्द्वः स्था स्तम्भौ तयोः स्था स्तम्भोः स्था स्तम्भोः उदः पञ्चम्यन्तं स्था स्तम्भोः षष्ठ्यन्तं पूर्वस्य षष्ठ्यन्तं त्रिपदमिदं सूत्रम् अनुस्वारस्य ययि परसवर्णः इत्यस्मात् सवर्णः इत्यस्य अनुवृत्तिः तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् उदः स्थास्तम्भोः पूर्वस्य सवर्णः संहितायाम् अत्र उत् उपसर्गः तस्य अनन्तरं यदि स्था अथवा स्तम्भ धातु स्तः अत्र यः सकारः अस्ति तस्य स्थाने पूर्वसवर्णः आदेशः भवति इति तर्हि यथा उपरि अस्माभिः दृष्टं हकारस्य पूर्वसवर्णादेशः भवति स्म वारं वारं तत्र वर्गस्य चतुर्थसदस्यादेशः भवति स्म अत्रापि पूर्वसवर्णादेशः अत्र सिद्धान्तः समानः इदानीं द्रष्टव्यमस्ति कथम् एतत् सर्वं भवति तर्हि अग्रे पश्येम अधुना किम् अखिला भगिनि द्वितीयं सूत्रं किमस्ति? आदेः परस्य स्थाने यत् कार्यं विधीयते तत् आदिमस्य अलः एव स्थाने भवति. पञ्चमी विभक्तौ यत् कार्यं निर्दिष्टं तत् अग्रिमशब्दस्वरूपस्य आदिमवर्णस्य एव स्थाने, न तु सम्पूर्ण शब्दस्वरूपस्य. अलोन्त्यस्य इत्यस्य बाधकसूत्रम् आदेः षष्ट्यन्तं परस्य षष्ट्यन्तं द्विपदमिदं सूत्रं. स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः, अलोन्त्यस्य इत्यस्मात् अलः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं परस्य आदेः अलः स्थाने. तर्हि आदेः परस्य इति सूत्रेण परवर्णः अथवा परशब्दः इत्य यः अस्ति यस्य स्थाने इदानीं कार्यं भवति तस्य आदिमवर्णः अल्वर्णः इत्युक्ते सर्वे वर्णाः, आदिमवर्णः यः अस्ति तस्मिन् स्थाने कार्यं भवति इति एतत् सूत्रं वदति. अलोन्त्यस्य इत्यस्य अपवादसूत्रम् इत्युक्ते अलोन्त्यस्य इति सूत्रं वदति तत्र पूर्वं स्थितस्य पदस्य अन्तिमवर्णस्य स्थाने कार्यं भवति इति अलोन्त्यस्य वदति. परन्तु तत्र विशेष भगिनी तत्र विशेषतया पूर्वमिति न उच्यते, तदर्थम् आदेः परस्य इत्यस्य आवश्यकता आसीत्. अलोन्त्यस्य केवलं वदति यत्र षष्टिविभक्त्या आदेशः भवति तत्र यस्य आदेशः तस्य केवलम् अन्तिमवर्णस्य न तु पूर्णतया शब्दस्य इति तावदेव अस्ति. नो चेत् तदर्थमेव उदः स्थास्तं भोः पूर्वस्य इति सूत्रे अलोन्त्यस्य इति तत्र अन्त्यादेशः भवति स्म. बुद्धं. परन्तु सर्वदा एतावत्पर्यन्तं यदा अलोन्त्यस्य इति कार्यं करोति तत्र पूर्वस्य स्थाने इति कृत्वा अहं तथा उक्तवती, परन्तु अभ्यासः जातः. हा हा हा सत्यं. परन्तु सूत्रं तथा नास्ति. सूत्रे केवलं षष्टिविभक्त्या यः आदेशः आदिष्टः सः अन्तिमस्य स्थाने भवति, न तु पूर्णतया शब्दस्य इति तावदेव अलोन्त्यस्य वदति. षष्टिविभक्त्या यः आदेशः आदिष्टः. इदानीम् आदेः परस्य इति किं वदति? परस्य स्थाने. अत्र उदः स्थास्तम्भोः पूर्वस्य इति कथमस्ति? तत्र द्वयोः मेलनेन किमस्ति आदेः परस्य उदहस्थास्तम्भोः पूर्वस्य? हा, उदहस्थास्तम्भोः पूर्वस्य इत्यनेन तत्र स्था अपि च स्तम्भ धातोः उत् उपसर्गपूर्वधातु स्थितिः यदा भवति चेत् तस्मिन् समये पूर्वस्य सवर्णः इत्युक्ते पूर्वः अस्ति उत् इति उपसर्गः तस्य सवर्णः हा इत्युक्ते तकारस्य सवर्णः भवति इति वदति. आदेः परस्य इति सूत्रं वदति कुत्र आदेशः कुत्र भवति इति. इत्युक्ते इदानीं परः अस्ति सकारः, सकारस्य स्थाने स च आदेशः भवति इति परस्य हा हा परः स्था अथवा तस्य आदिम क्षम्यतां महोदय तस्य आदिमवर्णः इत्युक्ते आदिम अल् इत्युक्ते इदानीं सकारः इति आगच्छति तत्र कार्यं भवति इति आदेः परस्य इति सूत्रं वदति. हा इति वार्ता अस्ति. हा अस्तु, बहु समीचीनमस्ति. अधुना अग्रे गच्छेम. उदाहरणम् अधोभागे उदाहरणम् अस्ति, अनन्तरं झरो झरि सवर्णे इति पश्येम. इदानीम् उदाहरणम् अस्ति ऊत् योगः स्थानं. लक्ष्मीभगिनी कृपया पठतु ऊत् योगः स्थानं. विद्याभगिनी पश्यतु अत्र उद्योगस्थानम् अथवा उद्योगः स्तम्भनं न अधोभागे उदाहरणम् अस्ति खलु ऊत् योगः स्थानं करपत्रे. उत्योगः स्थानं जलाञ्जशोन्ते इत्यनेन पदान्ते झलः स्थाने झसादेशः उद् योगः स्थानम् इति भवति. आदेः परस्य इत्यस्य साहाय्येन उदः स्थास्तम्भोः पूर्वस्य इत्यनेन पञ्चम्यन्तस्य बुधः इत्यस्य अग्रिमशब्दस्य प्रथमवर्णस्य स्थाने पूर्वसवर्णादेशः अतः कः इति पञ्चम्यन्तस्य अत्र आदेः परस्य इत्यनेन यत्र यत्र पञ्चमीविभक्त्या किं लिखितमासीत् तत्र पञ्चमीविभक्तौ यत् कार्यं निर्दिष्टं तत्र आदेः परस्य इति सूत्रे पञ्चमीविभक्तौ यत् कार्यं निर्दिष्टम् अत्र ऊदः स्थास्तम्भोः पूर्वस्य इत्यस्मिन् तत्र ऊदः इति पञ्चमीविभक्तौ अस्ति पञ्चमीविभक्तौ अथवा पञ्चमीविभक्त्या कार्यं निर्दिष्टमस्ति अतः आदेः परस्य वदति अत्र पञ्चम्यन्तस्य इदानीं स्थले पञ्चम्यन्तस्य उदः इत्यस्य अग्रिमशब्दस्य नाम स्थानम् इति अस्ति अग्रिमशब्दस्य प्रथमवर्णस्य स्थाने पूर्वसवर्णादेशः न तु अन्तिमवर्णस्य स्थाने न नो चेत् मकारस्य स्थाने पूर्वसवर्णादेशः भवति स्म किन्तु अत्र सकारस्य यदा पञ्चमीतिनेन कार्यं निर्दिष्टमस्ति अत्र उदः इति पञ्चमीभक्तौ अस्ति तदानीम् अग्रिमशब्दस्य प्रथमवर्णस्य एव पूर्वसवर्णादेशः इति आदेः परस्य इति सूचयति अस्तु इतः अग्रे सिनेम जगन्नाथमहोदय अग्रे स्थानम् कृतवान् महोदय पूर्वे कुत्र स्मः इति जानाति वा स्थानमित्यस्य महोदय स्थानम् इत्यस्य सकारस्य पूर्णसवर्णादेशः नाम सकारस्य दन्तवर्गो सवर्गे सकारेण तुल्यः वर्णः स्थानेन्द्रतमः इत्यनेन सकारस्य स्थाने सकारादेशः उद् स्थानं झरो झरि सवर्णे तावत् इदानीं पश्येम उद्योगः स्थानं तत्र किं जातं सकारस्य स्थाने सकारस्य स्थाने थकारादेशः नाम तत्र पूर्वमस्ति दकारः अनन्तरं सकारः उदयोगः स्थानं दकारः पूर्वमस्ति तत्र पूर्वसवर्णादेशः भवति सकारस्य स्थाने थकारादेशः जातः इदानीम् अधोभागे लिखितमस्ति भगिनी राधिकभगिनी तत्र अधोभागे तत्र आस्टरिस्क् अस्ति खलु सर्वेषां कथमस्ति नाम सकारस्य स्थाने थकारः अस्तु सर्वेषां दन्त्यवर्णानां थ थ दध न ल स इत्येषां मुखस्य उच्चारणास्थानं समानमेव अतः उच्चारणस्थानम् अस्तु उच्चारणस्थानं समानमेव अतः अनेन तेषु सकारस्य स्थाने कः आदेशः भवेत् इति निर्णेतुं न शक्यते तदा आभ्यन्तरः कः दन्त्यवर्णीयः वर्गः अस्ति थ थ ध ध न ल स अपि अस्ति तत्र सो अतः सकारस्य स्थाने किम् ऐ मीन् कः वर्णः आदेशः भवति इति निर्णेतुं न शक्नुमः इति किमर्थम् उच्चारणस्थानं समानमेव हा समानमस्ति नाम अस्माकं कश्चन क्रमः दृष्टः पूर्वमेव मुखे स्थानम् अनन्तरम् आभ्यन्तरे प्रयत्नः अनन्तरं बाह्यप्रयत्नः इति स्तरत्रयमस्ति क्रमेण प्रथमतया मुखे स्थलं यदि तथ दध न इत्येषु वर्णेषु पञ्चसु वर्णेषु प्रत्येकं वर्णस्य मुखे स्थलम् उच्चारणार्थं यत् स्थलं तद् यदि भिन्नं स्यात् अपि च पञ्चसु स्थलम् अपि च सकारेण सह यत् स्थलं तद् यदि तुल्यं यदि साम्यं स्यात् यदि अभविष्यत् तदानीं मुखस्य स्थलम् आधारेण निर्णयः भवितुमर्हति स्म. किन्तु यतोहि तथ दध न ल स इत्येषां सर्वेषां वर्णानां स्थलं दन्तः एव, अतः कथमाभिध्येत न भवति. स्पष्टं वा? स्थलं समानमस्ति, अनया दृष्ट्या साम्यमस्ति सर्वेषां वर्णानाम्, अतः अग्रे गन्तव्यमस्ति. समीचीनं वा? सरला भगिनी अग्रे पठतु कृपया. तदा तदा आभ्यन्तरप्रत्यनेन अपि न शक्यते, यतोहि सर्वेषां वर्गीयव्यञ्जनानाम् अत्र त थ द ध न इत्येषाम् आभ्यन्तरप्रयत्न स्पष्टः नाम एव वर्णाः स्पर्शाः. नाम एते वर्णाः स्पर्शाः. तथ दध न, यतोहि तत् स्पर्श भवति, जिह्वा दन्तयोः स्पर्श भवति, त त त स्पर्शः अस्ति जिह्वा दन्तयोः, स्पर्शाः. तदा लकारस्य आभ्यन्तरप्रयत्नः इष्टस्पृष्टः नाम अयम् ईषत्स्पृष्टः नाम अयम् अन्तस्थवर्णः. ईषत्स्पृष्टः, ईषत्पृष्टः नाम अल्पस्पृष्टः. ईषत् इत्युक्ते अल्प स्वल्प किञ्चित् किञ्चित् स्पृष्टः. जिह्वामुखयोः तत्र स्पर्शः भवति किञ्चित् लकारस्य, ल ल ल हल्का नाम किञ्चित् खलु, किञ्चित् भवति. सकारे सतु ईषद्वृत्तः नाम ईषद्विवृत्तः नाम अयं वर्णः ऊष्माणः. ऊष्माणः अस्ति. अग्रे अग्रे किमस्ति? आभ्यन्तरप्रयत्नेन त थ द ध न ल इत्येभ्यः सकारः भिन्नः, अतः अनेनापि निर्णयो न सम्भवति. किमर्थम्? तथ द ध न तस्य आभ्यन्तर सकार भिन्न अस्ति, आभ्यन्तरे नास्ति. नाम तुल्यम् अथवा साम्यं नास्ति सकारेण सह, सकारेण सह तथ दध न ल इत्येषाम् आभ्यन्तरदृष्ट्या न कुत्रापि तुल्यमस्ति. एषु अपि च सकारेण सह तुल्यः नास्ति न कुत्रापि आभ्यन्तरप्रयत्नेन. इति कारणतः अनेन अपि निर्णयः न भवति. किन्तु बाह्यप्रयत्ने समाधानं प्राप्यते. तकार थकारयोः बाह्यप्रयत्नविवारः श्वासः अघोषः द्वयोः मध्ये थकारः महाप्राणः. सकार अपि तथैव विवारः श्वासः अघोषः महाप्राणः. अतः सकारस्य स्थाने थकारो आदेशः भवति. बाह्यप्रयत्ने सकार थकारयोः स्थानम् एकसमानः अस्ति. महाप्राण तदेव सकारस्य स्थाने महाप्राणः इति न, तत्र चत्वारि सन्ति नाम बाह्यप्रयत्ने चत्वारि वस्तूनि सन्ति हा तत्र चतुर्षु चतुर्षु त्रयः समानः अस्ति तकारथकारयोः किन्तु तकारः उपप्राणः थकारः महाप्राणः सकारः अपि महाप्राणः सकारापि महाप्राणः तदर्थं सकारस्य स्थाने थकार आदेश थकारः न तु तकारः न तु तकारः हा अस्तु समीचीनमस्ति अग्रे गच्छेम अधुना रविप्रकाशमहोदय अस्ति वा अस्मि महोदय हा अस्तु तर्हि एतावत् अस्माभिः दृष्टं यत् सकारस्य स्थाने थकारः उद्योगः थानं ततः अग्रे किमस्ति उद्योगस्थानं पुस्तके वा करपत्रे आं महोदय पश्यति वयं कुत्र स्मः पश्यामि एवमेव उत्स्तम्भन उत्स्तम्भनम् अस्ति न अस्माकं वयं कुत्र स्मः वर्गे तत्र अवश्यं भवेत् नो चेत् कथम् अग्रे गन्तुं शक्ष्यामः अत्र तत्र प्रक्रियायाम् उद्योगः स्थानम् उद्योगः स्थानम् इति तावत् प्राप्तमस्ति सुमित्रभगिनी अस्ति वा विद्याभगिनी उद्योगः स्थानं जरो झरि एकनिमेषः रविप्रकाशमहोदय अयं ध्वनिः अयं प्रतिध्वनिः भवतः एव कृपया म्यूट् करोतु भवतः एव अस्ति अस्तु भगिनि अग्रे उद्योगः स्थानं जरो झरि सवर्णे इत्यनेन हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णझरि परे अतः विकल्पेन तकारलोपः उत् योगः स्थानम् अथवा स्थानं करी च उत् योगः स्थानम् अथवा स्थानं वर्णमेलेन मेलने उत्थानम् अथवा उत्थानम् इति भवति झरो झरि सवर्णे झरो झरि सवर्णे केवलं प्रथमं वाक्यं पठतु कृपया उपरि हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णझरि परे हा अत्र हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णझरि परे अत्र स्थितिः का उद्योगः स्थानम् उद्योगः स्थानं तत्र दकारः हल् वर्णः अस्ति न वा अग्रे थकारः अस्ति तदनन्तरमपि थकारः नाम थकारद्वयमस्ति अत्र थकारः झर् प्रत्याहारे अस्ति न वा इति द्रष्टव्यं झर् प्रत्याहारे के वर्णाः अन्तर्भूताः झर् प्रत्याहारे चतुर्थ प्रथम द्वितीय तृतीय चतुर्थ वर्णाः अपि च हा तर्हि अत्र ठकारः झर् प्रत्याहारे अस्ति खलु अपि च तदनन्तरं यः वर्णः ठकारः स च प्रथमठकारस्य सवर्णवर्णः अस्ति न वा अस्ति सवर्णवर्णः अस्ति अतः अत्र यथा व्याख्याने लिखितमस्ति हल् उत्तरस्य झरः नाम थकारस्य विकल्पेन लोपः भवति सवर्णझरि परे तर्हि अत्र द थ थ प्रथमं हल् अनन्तरं झर् अनन्तरं झर् सवर्णझर् प्रथमं हल् अनन्तरं झर् अनन्तरं सवर्णझर् अस्यां दशायां मध्ये स्थितस्य झर् झर् झरि प्रत्याहारे स्थितस्य थकारस्य लोपः स्पष्टं वा आं महोदय अस्तु बहु समीचीनमस्ति अग्रे रवि राजेन्द्रमहोदय अग्रे राजेन्द्रमहोदय अग्रे एवमेव कुत्र अत्र एतत् सर्वं जातमस्ति. इदानीम् उत्थानम् इति उदाहरणं दत्तमस्ति, अनन्तरम् अधोभागे अस्ति एवमेव. एवमेव उत् योग स्तम्भनं सन्धि भूत्वा उत्स्तम्भनम् भवति. अत्र उत् उत्स्थाने सकारस्य तकारः आगच्छति विकल्पेन, यथा झर् प्रत्याहारे अस्ति तत् उत् तकारः आगच्छति उत्तम्बनम् अथवा उद् थकारः आगच्छति सकारस्य स्थाने उत्स्तम्बनम्. किं जातमस्ति? प्रथमतया सकारस्य स्थाने थकारादेशः जातः केन सूत्रेण? उदः स्थास्तम्भोः पूर्वस्य इत्यनेन. यथा उपरि अस्माभिः दृष्टं प्रथमतया जलां दृशन्ति थकारस्य स्थाने दकारादेशः उद स्तम्भनम्. अनन्तरम् अस्माकं उदेः स्थास्तम्भोः पूर्वस्य तत्र आदेः परस्य इत्यस्य साहाय्येन सकारस्य पूर्वधकारस्य सवर्णादेशः भवति सकारस्य स्थाने. यथा राधिका भगिनी पठितवती, सरला भगिनी च, तत्र सकारस्य स्थाने थकारः जातः. तर्हि रूपमस्ति उत् थकारः थकारः थकारः क्रमेण उत्थम् उत् स्तम्भनं. तत्र थकारः तत्र मध्ये अस्ति खलु, द्वयोः अपप्राणसकारयोः मध्ये महाप्राणथकारः अस्ति उत्तम्भनम् इति अस्ति. अनन्तरं झरोजरी सवर्णे इति सूत्रेण विकल्पेन मध्ये स्थितस्य थकारस्य लोपः इति जातमस्ति. अस्तु, समीचीनमस्ति. तर्हि अग्रे गच्छेम. इदानीं पुस्तके तत्र राधिका भगिनी पठतु कृपया. इदानीम् इति समाप्तमस्ति नाम तत्र उत्थानम् अपि च उत्तम्भनम् इति विकल्पेन रूपद्वयं भवति. इदानीं पूर्वसवर्णसन्धेः अभ्यासः. अस्तु, सन्धिं कुरुत वाग्हीनः. पूर्वं वाक्हीनः इति जलां जशन्ति इति कारणेन वाग्हीनः इति अस्ति. इदानीम् अत्र वाग्हीनः इति आगच्छति पूर्वसवर्णसन्धि अवतल् जयो सूत्रं किमस्ति? अस्तु, जयो होन्यतरस्यां होन्यतरस्यां होन्यतरस्यां कारणेन दकारस्य हकारस्य स्थाने घकारः आगच्छति. तर्हि आहत्य रूपद्वयं किं? रूपद्वयं वाग्हीनः अथवा वाग्हीनः. हा, सुन्दरं, बहु समीचीनमस्ति. अखिल भगिनी अग्रे. जगत् योगः हितम्. अत्रापि पूर्वं जगत् इति अस्ति, अत्र जश्वसन्धि अनन्तरं जगत् योगः हितम् इति रूपम्. अत्र दकारः जै प्रत्याहारे अस्ति, तदनन्तरं हकारः अस्ति इति कृते. न श्रूयते भगिनि. ओ, क्षम्यतां महोदय, म्यूट् मध्ये आसम्. अत्र जगद्योगः हितम् इति अस्ति. अत्र प्रथमं जगत् इति तकारः अस्ति, जश्वसन्धि भवति, तदनन्तरं जगद्योगः हितम् इति रूपम्. अत्र जयोः नेत्रस्याम् इति सूत्रेण दकारः जय् प्रत्याहारे अस्ति इति कृत्वा तेन सूत्रेण रूपद्वयं भवति. जगद्धितम् इति हकारस्य स्थाने दकारादेशः अथवा एतावत् तिष्ठति जगद्धितम् इति. हा अस्तु, समीचीनमस्ति. अग्रे जय महोदय, अग्रे. अजय महोदय अस्ति वा? अस्तु, तर्हि अग्रे जगन्नाथमहोदय वदति वा? आम्, अब् योगः ह्रासः. प्रथमे अप् योगः ह्रासः अस्ति जलाञ्जुषुन्ते इति सूत्रात्. अब् अप् इति अब् भवति, तस्मात् एतस्य झयो झयो होन्यतरस्याम् इति सूत्रात् अब् योगह्रासः अभ्रासः वा अभ्रासः विकल्पेन भवति. सुन्दरं सुन्दरं. पद्माभगिनी अग्रे. भगिनी अस्ति? सुमित्रा भगिनी अस्ति? रविमहोदय अस्ति? आम् अस्मि. गच्छत् योगः हास्यं तकारस्य दकारः भवति जरां जशो अन्त इति सूत्रेण तथा जयोः अन्तरस्याम् इति सूत्रेण विकल्पेन हकारस्य धकारः भवति गच्छत् धास्यं वा गच्छत् हास्यम्. गच्छद्धास्यम् अथवा गच्छद्धास्यम्. समीचीनमस्ति. हा सुन्दरं, बहु समीचीनमस्ति. अस्तु, अग्रिमं पुष्पा भगिनी. विड् विट् हसति योगः हसति विड् हसति आरम्भे विट् आरम्भे विट् हसति टकारः आरम्भे टकारः प्रथमसदस्य विट् ओ विट् विट् जलां जशोन्ते विड् आयाति तथैव झयो होन्यतरस्याम् इत्यनेन विड् हसति ढकारः आयाति चतुर्थ वर्गस्य चतुर्थ व्यञ्जनः विद् हसति विकल्पेन अस्ति. अस्तु अस्तु, समीचीनमस्ति. राजी भगिनी अग्रे. सम्राड् योगः हरिद्रां पूर्वे सम्राट् इति अस्ति टकारः डकारः भवति जलां जशोन्ति इति सूत्रेण डकारः जय् प्रत्याहारे अस्ति अतः हा उत्तर उत्तरपदस्य प्रथमवर्णः अस्ति विकल्पेन सम्राट् हरिद्राम् इति आगच्छति सम्राट् हरिद्राम् सम्राट् हरिद्राम् इति अस्ति. हा अस्तु, बहु बहु समीचीनमस्ति. पूर्वसवर्णसन्धिः इति महोदय अत्र अब् अब् उपसर्गः अस्ति. उपसर्गः न जलमिति अर्थः अब् अप् इति जलमिति अर्थः जलम्. अस्तु, तर्हि अस्माकं पूर्वसवर्णसन्धिः समाप्तः. इदानीं तत्र अन्तिम अभ्यासद्वयं गृहे कुर्वन्तु. अपि च सूत्रं यावत् वयं बहु किमपि पठितवन्तः शास्त्ररीत्या, एतत् सर्वं पुनः अवश्यं पठनीयमस्ति. शुक्रवासरे अपि च आगच्छन्तु पुनः चिन्तनार्थं. नो चेत् एतत् सर्वं मनसि कथम् आगच्छेत्। अस्तु, बहु समीचीनमस्ति। तर्हि धन्यवादः सर्वेषां, नमस्कारः। धन्यवादः महोदय, नमस्ते।